स्वागतं सर्वेषाम् अस्माकं ज्ञानचिन्तनवर्गे. अद्य सोमवासरः 12 एप्रिल् इति. तत्र हेतु आभासः एव विषयः. तत्र मुद्रा विषये किञ्चित् पठितम्. इदानीं पेज् 236 तत्र आरम्भतः तत्र पठनीयं खलु. पूर्वस्मिन् पुटम् अभवत् इति मन्ये. हा 235 अभवत्. इदानीं 236 तत्र परामर्शस्य कार्यद्वयम् इति विषयः. तत्र किञ्चित् पठितं, पुनः तत्र अभ्यासं कृत्वा अग्रे चरमाश्चेत् लाभाय भवति इति मन्ये. तर्हि सरला भगिनी पठति वा. सत्यम् अस्तु. सत्यं परामर्श एव अयं. तस्य हि द्वे कार्ये परामर्शे यन्निरूपिता व्याप्ति विषयः तत् अनुमिति जननम्. द्वितीयविषयः अस्ति यन्निरूपिता व्याप्तिविषय तत् अभावविषयक अनुमिते प्रतिबन्ध इति. सो परामर्शे यत् व्याप्तिनिरूपता अस्ति अत्र तस्य स्वभावः अस्ति साध्यव्याप्य. परामर्शवाक्यं किं पुनः वदतु. परामर्शवाक्यस्य साध्यव्याप्य हेतुमान् पक्ष. व्याप्ति भवति साध्यव्याप्य व्याप्ति हेतुमान्. सो हेतोव्याप्ति अस्ति. तत् परामर्श भवति जनकम् अनुमिति भवति जन्य. सो अनुमिति आगच्छति साध्यवान् पक्ष इति. किन्तु यत् यन्निरूपिता सो व्याप्ति निरूपिता अस्ति साध्ये. सो साध्येन सो वह्निना निरूपिता व्याप्ति वैन्या भवति. वह्निना निरूपिता व्याप्ति भवति तद् निरूपिता वह्नी अनुमित जननं. सो वह्नी भवति अनुमिति जननं. सो तत् भवति अनुमिति साध्यवान् पक्षति आगच्छति. सो यत् साध्यम् अनुमिते अस्ति तत् परामर्शे तत् साध्यम् एव व्याप्तिनिरूपिता करोति. अथवा साध्येन अथवा व्यापकेन व्याप्तिः निरूपिता भवति. व्यापकस्य एव ज्ञानम् अनुमिति तत् ज्ञाने. साध्यमेव व्यापकः. यत् निरूपक तस्मै अनुमिति जनकत्वम् आगच्छति. अस्तु. यन्निरूपिता व्याप्ति तथैव साध्येन वा अत्र वह्निना निरूपिता यत् व्याप्तिः अस्ति तस्य अभाव विषयक अभाव प्रतिबन्धक ज्ञाने भवति. सो वह्न्याभाव विषयकज्ञानं प्रतिबन्धस्य ज्ञाने. अत्र हृदयवान् वह्निमान् जलात् इति ज्ञानम् अस्ति. तस्य वह्नी इति भवति निरूपित यन्निरूपिता व्याप्ति. सो वह्न्या निरूपिता जलं हृदवान् वह्नी निरूपिता जलं यत् अस्ति तस्य अनुमिति जननं भवति हृदवह्निमान् साधु. तस्य द्वितीय पुनः वह्निधूमयोः उदाहरणं स्वीकृत्य एव. अच्छा. वह्निधूमयोः यदि वयम् उदाहरणं स्वीकुर्मः तत्र पर्वतवह्निमान् धूमात् इति यदि वदामः तत्र वेणी इति अस्ति व्याप्ति व्यापक अस्ति. सो तत् वेणी व्यापकम् अस्ति धूमस्य. ता वेणी भवति अनुमिति जनकं. सो अनुमिति आगच्छति वेणीमान् पर्वत. सो एकमेव अस्ति वेणी. यत् वेणी निरूप व्याप्ति निरूप्यति ता वेणी एव अनुमिति जनयति इति. अत्र द्वितीय कः प्रतिबन्धकः, किं प्रतिबद्धम्? प्रतिबद्धं किं प्रतिबन्धकः? प्रतिबन्धक तस्य अभावः यत् अस्ति तस्य अभावः प्रतिबन्धकः भवति. साधु तस्य अभावः प्रतिबद्धं भवति खलु. अत्र पश्यतु, कोऽपि वदति यदि भवता भवत्या यत् प्रथमवाक्यस्य उक्तं तत् सम्यक् बहु सम्यक् अस्ति खलु. व्याप्त्या परामर्शेण अनुमितिज्ञानं भवति खलु. साध्यमस्ति, व्यापकः पक्षे अस्ति, वह्नी पक्षे अस्ति इति ज्ञानं प्रथम. द्वितीयकार्यमस्ति कोऽपि अनेन अनुमितिवाक्येन वह्नि अभावः इति वदति चेत् तत् ज्ञानं प्रतिबद्धं भवति. प्रतिबद्धं न स्वीकृतम्. अहं जानामि धूमेन वह्निः अस्ति इति. अन्य कोऽपि भो तत् वह्निः नास्ति, न अहं न स्वीकरोमि. मम परामर्शज्ञानेन वह्नि अभावः प्रतिबद्धं भवति, ब्लाक्ड् भवति. सत्यं खलु. प्रथमवाक्येन जानामि साध्यमस्ति. कोऽपि अन्य अनुमितिम् उपयुज्य ओहो तत्र वह्निः नास्ति तदभावः वदति चेत् अभावज्ञानं प्रतिबद्धं भवति. सो प्रतिबन्धनाति इति भवति प्रतिबद्धज्ञानं द्वितीय. परामर्शः प्रतिबध्नाति, परामर्शः प्रतिबन्धकः अस्ति, प्रतिबध्नाति, अभावज्ञानं प्रतिबध्नाति. साधु लक्ष्मी भगिनी साधु. अत्र अभावज्ञानं प्रतिबध्नाति, परामर्शः अभावज्ञानं प्रतिबध्नाति खलु. सत्यं अनुमितेः प्रतिबन्धः परामर्शः प्रतिबन्धकः. प्रतिबन्धः इति प्रतिबन्धकः एव. परामर्शः अभावज्ञानस्य प्रतिबन्धकः. अनुमितेः इत्युक्ते पर्वतः अन्हि अभाववान् इति अनुमितेः प्रतिबन्धकः परामर्शः. कीदृशपरामर्शः? धूमवान् इति ज्ञानमस्ति चेत् धूमः अस्ति, व्याप्तिज्ञानं जानामि, धूमं दृष्ट्वा ओहो वह्नि अस्ति इति मम ज्ञानम्. अन्य कोऽपि वदति ओहो वह्नि अभावः, न तत् न स्वीकरोमि खलु. जानामि धूमं दृष्ट्वा व्याप्तिं ज्ञात्वा ओहो वह्नि अवश्यम् अस्ति. तेन ज्ञानेन तद् अभावविषयक अनुमितिः प्रतिबद्धं भवति. तर्हि परामर्शः प्रतिबन्धः प्रतिबन्धकः तद् अभावविषयक अनुमितिं प्रति खलु. इति परामर्शस्य कार्यद्वयं. सम्यक् व्याप्तेः ज्ञानं, व्यापकस्य ज्ञानं, क्षम्यतां, सम्यक् व्यापकस्य ज्ञानं, निश्चितं व्यापकस्य ज्ञानं, निश्चितव्यापकस्य ज्ञानेन व्यापक अभावज्ञानस्य प्रतिबन्धकः परामर्शः. कनाट् एक्सेप्ट् दि आपोजिट्. ब्लाक् अब्स्ट्रक्ट्स् दि आपोजिट् खलु. इति अनुभवः अस्ति खलु. इति अनुभवः खलु. सामान्य अनुभवः तथैव अस्ति. किमर्थं दुष्टहेतु न स्वीकरोमि? ओ, सम्यक् जानामि विपरीतज्ञानं सत्यमस्ति, तस्मात् न स्वीकरोमि दुष्टहेतुज्ञानं, खलु? इति अनुभवः अस्ति. अग्रे लक्ष्मी भगिनी, प्रसिद्धः. ओ अस्तु, तत् न प्रसिद्धः वह्निसाध्यकस्थलीयपरामर्शोऽपि एवं विदः. तस्मिन् परामर्शे वह्निनिरूपितव्याप्तिः विषयः, अतः सः परामर्शः वह्निविषयिणीं पर्वतः वह्निमान् इत्याकारिका अनुमतिं जनयति. एवं तत्र वह्निनिरूपितव्याप्तिः विषयः इति सः वह्नि अभावविषयका अनुमतिं पर्वतः वह्नि अभाववान् इत्याकारिकां प्रतिबध्नाति. अस्तु अस्तु अस्तु, उपरि यद् दत्तं तस्य उदाहरणत्वेन प्रसिद्ध उदाहरणमस्ति, यत्र तत्र धूमः तत्र तत्र तत्र वह्नि इति, तत्र वह्निसाध्यकस्थलीयपरामर्शोऽपि एवं विदः. वह्निसाधिकस्थलीय इत्युक्ते पर्वतः, वह्निसाध्यकस्थलीयः इत्युक्ते पक्षः खलु, तत्र पक्षः तस्मिन् तस्यां स्थित्यां तत्स्थले विषये परामर्शः अपि एवं विदः एव अस्ति इत्युक्ते तस्मिन् परामर्शे वह्निनिरूपितव्याप्तिः विषयः, यत्र यत्र धूमः तत्र तत्र वह्नि इत्यस्मिन् परामर्शः अस्ति वह्निनिरूपितव्याप्तिः विषयः. धूमे धूमः वह्नि विशिष्ट धूमः व्याप्तिविशिष्ट धूमः इति धूमस्य विशेषणमस्ति. परामर्शवाक्यं किमस्ति? परामर्शवाक्यं वह्निविशिष्टधूमः व्याप्तिविशिष्ट धूमः व्याप्तिविशिष्टधूमः. ओ, परामर्शवाक्ये पक्षः पक्षधर्मता खलु, परामर्शः इत्युक्ते पक्षधर्मता पक्षधर्मता वह्निविशिष्ट व्याप्तिविशिष्टपक्षधर्मता. तर्हि कथं भवति अस्मिन् स्थले धूमस्थले कथं भवति परामर्शवाक्यं? पर्वतः व्याप्तिविशिष्टधूमवान्, वह्निव्याप्यधूमवान् इति, वह्निव्याप्यधूपवान्, आं वह्निव्याप्यधूमवान् पर्वतः वह्निव्याप्यधूमवान्. आं तत्र पक्षस्य उल्लेखः अस्ति, व्यापकस्य उल्लेखः अस्ति, व्याप्यस्य उल्लेखः अस्ति. पक्षधर्मता व्याप्तिः इति अंशद्वयम् अस्ति, पक्षधर्मता व्याप्तिः, पर्वतः पर्वतः वह्निव्याप्य धूमवान् अथवा वह्निनिरूपितव्याप्य भवता भवत्य तदपि साधु इति. ओ, यन् निरूपितव्याप्तिः, अस्तु, यन् यत् यन् इत्युक्ते वह्निनिरूपितव्याप्तिः, व्यापकः साध्यम् अथवा यन् इत्युक्ते साध्यम् अथवा व्यापकः समानं, तत्र वाक्यद्वये समानं, यन् निरूपित तदनुमिति, यन् निरूपित तदभाव, साध्यनिरूपित साध्यनुमिति, साध्यनिरूपित साध्य अभाव इति. अस्तु, अतः सः परामर्शः वह्निविषयिणीं पर्वतः वह्निमान् इत्याकारिका अनुमतिं जनयति. अतः परामर्शः वह्निविषयिणीं पर्वतः वह्निविषयिणीम् इत्युक्ते परामर्शे विषये यत् कुत्र विषये वह्निविषयिणीं पर्वतः पर्वते न अत्र वह्निविषयिणीम् इति पर्वतस्य विशेषणं नास्ति, वह्निविषयिणीम् इति आकारक अनुमितिम् इति अनुमितिं तस्य विशेषणमस्ति खलु. आमां तदेव अस्तु महोदय. आं ततः सः परामर्शः आमाम् इत्याकारिका अनुमितिं वह्निविषयिणीं इति आकारिका अनुमतिं जनयति. पुनः तस्य एतस्य वाक्यस्य वाक्यस्य अन्वयं कथं भवति? अतः सः परामर्शः वन्निमान् इति आकारक अनुमतिं जनयति इति चिन्तयतु. ब्राकेट् मध्ये अस्ति, आवरणे अस्ति, वह्निविषयिणी अनुमतिम् इति आकारिक अनुमतिं जनयति. कीदृश अनुमतिं? पर्वतो वह्निमान् इति आकारक अनुमतिं, तस्मिन् वह्निविषयिणीम् अनुमति एव अनुमति अनुमतिं जनयति इति. विषयिणीम् अनुमतिं द्वितीया विभक्ति, पर्वतो वह्निमान् इति अनुमतिवाक्यम् अवगतम्. एवं तत्र वह्निनिरूपिता व्याप्तिः विषयः इति सः वह्नि अभावविषयक अनुमतिं पर्वतः वह्नि अभाववान् इत्याकारिकां प्रतिबध्नाति. अतः व्याप्तिः परामर्शे व्याप्तिः वह्निनिरूपिता अथवा साध्यनिरूपिता इति ज्ञानः एव परामर्श इति विषयः. अतः सः वह्नि अभावः इति विषयस्य विषय यस्मिन् यस्याम् अनुवृत्त्यां वह्नि अभावः इति विषयः अस्ति, ज्ञानस्य विषयः अस्ति, तां प्रति प्रतिबध्नाति. ताम् अथवा येन अनुमति ताम् अनुमति सा अनुमत्या तस्याः अनुमत्याः वाक्यम् अस्ति पर्वतः वह्नि अभाववान् तं प्रति ताम् एतत् वाक्यं प्रति वह्निरूपिता व्याप्तिः इति विषयः प्रतिबध्नाति, परामर्शः प्रतिबध्नाति. कथमिति बुद्धं खलु, कथं प्रतिबध्नाति इति अवगतं बुद्धं? कथं प्रतिबध्नाति इत्युक्ते एकनिमिषं महोदय, कथं प्रतिबध्नाति इत्युक्ते व्याप्ति अत्र अतः सर इति भवत्या पठितम्, अतः सः परामर्शः वह्निविषयिणीं जनयति इति प्रथमकार्यम्. ओके, कार्यं वन्, अग्रिमवाक्यं कार्यं, सेकेण्ड् कार्यं किं? तत् एवं वह्नि अभाववान् इति पर्वतः वह्नि अभाववान् इति तत् कार्यं तत् ज्ञानं प्रतिबध्नाति खलु. परामर्शेण पर्वतो वह्निमान् इति ज्ञानं मम निश्चितमस्ति खलु, निश्चितमस्ति पर्वतो वह्निमान्. तर्हि वह्नि अभावविषयक अनुमतिम् अन्य कोऽपि वदति पर्वतः वह्नि अभाववान् केनापि कार्येण, केनापि हेतुना कारणेन न स्वीकरोमि तत् तत् ज्ञानं प्रतिबद्धं भवति परामर्शेन, प्रथमपरामर्शवाक्येन तत् प्रतिबद्धं भवति, न स्वीकरोमि वह्नि अभावज्ञानं न स्वीकरोमि खलु. प्रथमकार्येण जानामि निश्चितम् ओहो धूम वह्निः अस्ति, तर्हि कोऽपि आपोसिट् वदति चेत् किमर्थं स्वीकरोमि? यत्र यथा अधोबादे चित्रमस्ति तथा साधु परामर्श उपरि वैनी पर्वत अनुमिति वैन्याभाव पर्वत अनुमिति तत् प्रतिबद्ध ज्ञानम्. हा, परामर्शे अंशचत्वारम् अस्ति, वह्निः व्याप्तिः धूमः पर्वतः पक्षः सर्वमस्ति खलु इति अस्ति, तेन जन्यत्वम् अनुमितिं प्रति प्रतिबध्यत्वं वह्नि अभावः प्रति तज्ज्ञानं प्रति संज्ञानं प्रति प्रतिबध्यत्वम् इत्येव यत् पठितं तेव. अत्र केवलं वदामि भगिनि, तत्र अनुमितिपदस्य तत्र सप्तमे अनुमितौ इति पुस्तके अस्ति, अनुमित्याः अनुमित्याम् इति न जानामि किन्तु पुस्तके अनुमितौ इति अस्ति, अनुमितौ अस्तु. अपि च षष्टिः इति अनुमितेः पञ्चमी षष्टि अनुमितेः अनुमित्याः अस्ति वा न जानामि किन्तु पुस्तके अनुमितेः इति स्वीकृतमस्ति. अस्तु, इकारान्तस्त्रीलिङ्गपदं मुनि इव इति मन्ये. ईकारान्त मत्यापि अस्ति वा? मत्यां प्रायः अस्ति खलु? भवतु मत्यमस्ति महोदय. रूपद्वयमस्ति किन्तु पुस्तके पुस्तके अनुमितौ इति एव. पुस्तके अनुमितौ अपि च अनुमितेः किन्तु साधुद्वयं साधु अस्ति इति सम्यक् अस्ति एतावता खलु. अग्रे सरला भगिनी, प्रकृतौ अपि परामर्श तथाविध एव. तस्मिन् परामर्शे वैन्याभावव्याप्तिविषय इति सहृद वैन्याभाववान् इति अनुमितिप्रतिकारणं भवति. एवं तत्र वैन्याभावव्याप्तिविषय इति वैन्याभावस्य यः अभाववैनी तद्विषय विषयिणी अनुमितिं हृदवैनीमान् इति आकारकम् अयं परामर्श प्रतिबध्नाति यथा चित्रमस्ति. चित्र परामर्शे वैन्याभाव इति अस्ति साध्यं. सो वैन्याभाव निरूपक व्यापक अस्ति व्याप्तेः. जलम् अस्ति हेतु, हृदम् अस्ति पक्ष. सो वैन्याभाव वैन्याभाव निरूपति व्याप्ति जल जलम् ओके. सो तस्य अनुमितिः आगच्छति वैन्याभाववान् जलं यथा अत्र अस्ति हृदये. तस्य प्रतिपद्य ज्ञानं भवति वैन्याभावस्य भाव. सो वैन्याभावाभाव इति आगच्छति वैनी तत्र वैन्याभावाभाववैनी तस्य अनुमि वैन्याभावाभाव हृदये इति प्रतिबद्ध ज्ञानं भवति. सो अनुमिति भवति अनुमिति प्रतिबद्धक प्रतिबन्धकज्ञानं यत्र भवति हृदवैन्याभाववान् प्रतिबद्ध ज्ञानं भवति हृदवैनिमान् इति. साधु यथा पूर्व उदाहरणं समानम् अत्र अत्र व्याप्तिवाक्यं अत्र व्याप्तिवाक्यं कथमस्ति यत्र व्याप्ति व्याप्तस्य वैन्याभाव व्याप्य चलवान् हृदय. अत्र साध्यं किं साध्यं वैन्याभाव हेतुः हेतुजलं यत्र यत्र जलं तत्र वैन्याभावः इति व्याप्तिवाक्यम् आम्. साध्यम् अस्ति लक्ष्मी भगिनी? रीअप्लिकेशन् समानं चिन्तनं समानं निश्चितं परामर्श निश्चित अनुमतिज्ञानं तेन विपरीतज्ञानम् अभावज्ञानं प्रतिबद्धं भवति. अपोसिट् ज्ञानं प्रतिबद्धं निश्चितं ज्ञानं प्रतिबन्धकं. समीचीनम्. अत्र परामर्शः अस्ति अत्र परामर्शः अस्ति वह्नि अभावव्याप्तिः इति परामर्शः अस्ति. अतः परामर्शस्य रूपं किम् अस्ति वह्नि अभावव्याप्ति वह्नि अभावव्याप्ति विशिष्टजलं वह्नि अभावव्याप्ति विशिष्टजलं पक्ष उल्लेखः न उक्तम्. ओ अस्तु, हृदयः खलु तद् वक्तव्यं परामर्शे उल्लेखः साध्य उल्लेखः व्याप्ति उल्लेखः हेतु उल्लेखः पक्ष उल्लेखः सर्वमस्ति खलु. तर्हि वह्नि अभाव व्याप्य किम् ओ वह्नि अभाव व्याप्य जल जलवान् हृदः इति मनसि इम्प्रिण्ट् करोतु. साध्यव्याप्य हेतुमान् अयं पक्षः अथवा पक्षः इति रूपं परामर्शस्य स्वरूपम्. ओ अस्तु, तत्र सर्वस्य उल्लेखं भवति. चत्वारः उल्लेखाः तत् वन्यभावस्य उल्लेखः व्याप्तेः हेतोः पक्षस्य इति अंशचतुर्थं भवेत् परामर्श. सम्यक् अस्ति. अग्रे लक्ष्मीभगिनी एवमेव तृतीय एवमेव वन् एवमेव वन्यिः अनुष्टत्वान् इति अनुमिते अनुमतिस्थले अनुष्टत्व अभावव्याप्त्य अवगाहि परामर्शः ग्राह्यः. वन्यिः अनुष्टत्व अभावव्याप्य तेजस्त्ववान् इति परामर्शः पूर्ववत् एव स्वविषयसाध्यस्य अनुष्टत्व अभावस्य अनुमतिं जनयेत्. अनुष्टत्वरूप तद् अभाव अनुमति प्रतिबध्नीयात्. अस्तु. तथैव वन्यिः अनुष्टत्ववान् इति अनुमितिः अनुमितिवाक्यम् अस्ति चेत् तत्र परामर्शः भवति अनुष्टत्व अभावव्याप्य. अस्तु. अनुष्टत्व अभावव्याप्तिः अनुष्टत्व अभावव्याप्य तेजः ओ ते तेज अनुष्टत्य अनुष्टत्व अभावव्याप्य अनुष्टत्वाभावव्याप्य तेजः तेजवान् और् तेज न तेजवान् न तेज तेजवत् वह्निः तेजवत् वह्निः इति न न चित्रे चित्रं पश्यतु किं लिखितमस्ति. अनुष्टत्व अभावः व्याप्तिः तेजस्त्वं वह्निः. सो अनुष्टत्व अभावव्याप्य तेजस्त्ववान् तेजस्त्ववान् वह्निः इति परामर्शस्य स्वरूपम्. परामर्शः तथा अस्ति चेत् वह्निः अनुष्टत्व अभावव्याप्य तेजस्त्ववान् इति परामर्शः. ओ अत्र अस्मिन् द्वितीयवाक्ये अस्ति तदेव. पूर्वतेव स्वविषयसाध्यस्य स्वविषयसाध्यस्य अनुष्टत्व अभावस्य अनुमतिं जनयेत्. स्वविषयसाध्यस्य पूर्ववत्तेव स्व इत्युक्ते स्वविषय इत्युक्ते वह्नेः साध्यस्य स्वविषयसाध्यस्य अत्र स्वविषयः साध्यः तस्य कस्य विषयः पक्षस्य पक्षस्य पक्षः अत्र पक्षः वह्निः एव खलु. अत्र वह्निः पक्षः वह्निः स्वविषयसाध्यस्य वह्निः. अत्र पश्यतु परामर्शः पूर्ववत् एव स्वविषयसाध्यस्य अनुमतिं जनयेत्. परामर्शः परामर्शस्य विषयः अस्ति साध्यमेव. तत्र परामर्शस्य विषय विषयचतुर्थम् आमाम् वन्ही अनुष्टत्ववान् यदि अनुमतेः वाक्यमस्ति वन्ही अनुष्टत्ववान् अत्र परामर्शः भवति अनुष्टत्व अभावव्याप्य तेजस्त्वं तेजस्त्ववान् वह्निः इति भवति. तेन यदि तदा परामर्शः अस्ति चेत् तेन वह्निः अनुष्टत्ववान् अनुष्टत्व अभावः ओ अनुसृत्वा अभावः अस्तु अनुसृत्वा अभावः इति अनुमितिः भवति. एकनिमिषं महोदय. ओ प्रथममस्ति ओ वह्निः अनुसृत्ववान् किन्तु परामर्शस्थले अनुसृत्व अभावः इत्यस्ति. सो परामर्शस्थले अनुसृत्व अभावव्याप्तिः अभावव्याप्य तेजस्त्ववान् वह्निः इति अस्ति. तस्य तेन वह्निः अनुसृत्व अभावः इत्येव वह्निः अनुसृत्व अभाववान् इत्येव अनुमितिः जायते. अतः वह्निः अनुष्टत्ववान् इति रूपं प्रति प्रतिबध्नाति परामर्शः. वह्निः वह्निः अनुसृत्ववान् इति अनुमतिं प्रति प्रतिबध्नाति. खलु आम् आं तत् समीचीनं. तत्र फार्मेट् बुद्धं खलु यत् भवत्या उक्तं परामर्शस्य फार्मेट् अवगतं चेत् सर्वं तत्र तस्मात् आपतति सुलभतया आपतति. स्वविषयः परामर्शस्य विषयः साध्यं तस्य साध्यं साध्यं किम् अनुष्णत्व अभावः तादृश अनुमतिं जनयेत् परामर्शः अनुष्णत्व अभाववान् वह्निः इति अनुमतिं जनयति. अपि च अनुष्णत्वरूप इत्युक्ते अनुष्णत्व अभाव अभावः इत्युक्ते अनुष्णत्वमेव अनुष्णत्वरूप तद् अभाव अनुमितिं प्रतिबध्नीयात् द्वितीयकार्यं कार्यद्वयम् इति सम्यक् अस्ति. तत्र उदाहरणत्रयेण सर्वं तत्र किं प्रदर्शितं कथम् इति अग्रे सरेम आमाम् अग्रिमपुटे सरल भगिनि बहुभिः उदाहरणे प्रयोजनम् अस्ति प्रयोजनं मुद्रा साधनरूपं तद् अभाववता निश्चयस्थले यथा विषयभेदे अपि तद् अभाववता निश्चयमुद्रा सर्वेषां निश्चयानां समानः अनुगतः धर्मः तद्वत् एव इहापि पूर्व उक्तेषु त्रिषु परमाशेषु वैनिव्याप्ति वैन्याभावव्याप्ति अनुश्रतवाभावव्याप्तिः तथा तत् आश्रय धूमः जलं तेजसं च विशेषणानि च पर्वत हरद वहनी इत्यादय सन्तु नाम विभिन्ना पदार्था विषया तथापि त्रयाणाम् अपि तत् अभाव व्याप्यवता निश्चयतं तु समानम्. इदानीं त्रीणि उदाहरणानि अस्माभिः दर्शितानि. तो तत्र एक समान समानता आगच्छति तेषु समानता का अस्ति तत्र समानता या अस्ति तस्य नाम अस्ति मुद्रा पदार्थ तत् तत् अस्ति तद् अभाववता निश्चयस्थले यथा वयं पूर्वं दृष्टवन्तः बुद्धिं प्रति तद् अभाववता निश्चयम् अत्र तद् अभाववता निश्चयमुद्रा सर्वेषां निश्चयानां समान अनुगतधर्म त्रीणि उदाहरणानि तेषां एक या तद् अभाववता मुद्रा आगच्छति तयो तु अनुगतधर्म धर्म इति वयं वदामः कारणं कि समानधर्म प्रचलन् अस्ति. सो तद्वत् एव यथा वयं तत्र कक्षायां दृष्टवन्तः इदानीं व्याप्तिधर्म आगच्छति तद् अभावव्याप्यवत्ता कथमस्ति. प्रथमम् उदाहरणं अस्ति पर्वतवैनिमान् धूमात् तत्र वैनी व्याप्ति अस्ति वैनी निरूपक अस्ति साध्यं वैनी अस्ति तत् व्याप्ति तत् वैनी व्याप्ति धूम इति भवति वेणी व्याप्य धूम. सो वेणी धूमे व्याप्नोति साधु. द्वितीय उदाहरणे हृदवेणिमान् जलात् साधु हृदवेण्याभाववान् साध्यमस्ति वैन्याभाव. सो तत् एव निरूपति व्याप्तेः निरूपकः अस्ति हृदय वैन्याभाव. सो वैन्याभाव भवति तत्र साध्यं. द्वितीय उदाहरणे अनुश्रत्वाभाव व्यापकम् अस्ति. सो तेजस्वम् इति तत्र हेतु अस्ति. सो तेजस्य हेतोः व्यापकम् अस्ति अनुश्रत्वाभाव. सो त्रयोः यत् साध्यम् अस्ति तत् व्यापकम् अस्ति. सो तेषां परामर्शे निरूपक भवति वैनी व्याप्ति वैन्याभावव्याप्ति अनुष्णत्वाभावव्याप्ति तत् आश्रय. सो ते किं निरूपति सो वैन्या प्रथमम् उदाहरणं पर्वतवेणीमा धूमा तस्मिन् वेणी व्यापकम् अस्ति धूमस्य. द्वितीय उदाहरणं हृदवेण्याभाव जलवान् वेण्याभावव्याप्य जलवान् हृद तत्र वेण्याभाव व्याप्नोति जलम्. तृतीय उदाहरणे अनुष्णत्वाभावव्याप्य तेजस्वान् वेणी तत्र अनुष्णताभाव व्यापकम् अस्ति तेजस्वस्य. सो साध्यं यत्र अस्ति ते सर्वे हेतुः तत्र हेतोः व्याप्ति निरूपकम् अस्ति हेतोः. विशेषणानि ये पक्षाः सन्ति ते भवन्ति विशेषणे. सो प्रथम उदाहरणे पर्वतविशेषं पक्ष अस्ति. द्वितीय उदाहरणे यत्र हृदवेण्याभाववान् अस्ति तत्र हृदं पक्ष अस्ति. तृतीय उदाहरणे वेणी पक्ष अस्ति यत्र अनुष्णत्वाभाव व्याप्य तेजस्वान् वेणी अस्तु. तृतीय पृथक् पृथक् दत्तम् अस्ति सा व्यापकं किम् अस्ति व्याप्य किम् अस्ति अपि विशेषं यानि पक्ष किम् अस्ति. त्रिषु उदाहरणेषु त्रयाणामपि तत् अभावव्यापवता निश्चयतु समानं. सो यत् समानपदार्थ अस्ति तत् अस्ति तत् अभाववता निश्चयत्वम् इति समानपदार्थम् अस्ति. साध्यभावस्य व्याप्य वक्ता निश्चयम् अस्ति तत्र प्रतिपद्यज्ञानस्य प्रतिबन्धक. सम्यक् तस्य अग्रे विस्तारितं भवति. एतावत् सम्यक् अस्ति. उदाहरणत्रयं प्रत्येकेषु उदाहरणेषु कः व्यापकः क्षम्यतां कः व्याप्ति कीदृशव्याप्तिः वह्निव्याप्तिः कुत्र अस्ति धूमे अस्ति विशेष्यं पर्वतः. वह्नि अभावव्याप्तिः कुत्र अस्ति जले वह्नि अभावव्याप्तिः जले जलमिति हेतुः अपि च हृदः इति पक्षः. तृतीय उदाहरणे अनुष्णत्व अभावव्याप्तिः कुत्र अस्ति तेजस्त्वे अस्ति तेजस्त्वं हेतुः व्याप्तिः हेतौ अस्ति. व्याप्तिः साध्येन व्यापकेन साध्येन निरूपता व्याप्तिः हेतौ अस्ति इति सामान्यनियमः. तृतीय उदाहरणे साध्यनिरूपिता व्याप्तिः व्याप्ति हेतौ हेतौ अस्ति. व्याप्तिः सर्वदा हेतौ अस्ति. सामान्यनियमः इत्युक्ते तत् आश्रयः व्याप्तेः आश्रयः हेतुः हेतौ अस्ति इति धूमः जलम् इति त्रय हेतुः हेतवः तत्र पक्षः पर्वतः हृदवन् इति तत्र समानमुद्रा अस्ति. तद् अभावव्याप्यवत्ता निश्चयत्वम् इति मुद्रा तस्य तस्य विवरणम् अग्रे क्रियते. एतावता सम्यक् अस्ति. अग्रे लक्ष्मी भगिनी सर्वत्र पूर्वतने परिच्छेदे अन्तिमवाक्ये तदभावव्याप्यवत्ता इति अस्ति खलु. तदभावव्याप्यवत्ता निश्चय तदित्युक्ते किम् इति अग्रे उच्यते. अस्तु न न प्रकारः इति उच्यते किन्तु अग्रे अग्रे उच्यते. हा सर्वत्र लक्ष्मी भगिनि अस्तु क्षम्यताम् अस्तु. सर्वत्र तत्पदेन प्रतिपद्यज्ञाने यः प्रकारः सः ग्राह्यः यथा आद्योदाहरणे पर्वतः वह्निव्याप्य धूमवान् इति परामर्शप्रतिपद्य बुद्धिः पर्वतः वह्नि अभावान् इत्याकारिका, तत्र वह्नि अभावः प्रकारः, वह्नि अभावः प्रकारः, तदभावः वह्नि अभावः, तदभावः वह्नि अभाव अभावः वह्निरूपः, तद्व्याप्यः धूमः, तद्वान् पर्वतः, तद्वत्तां पर्वते अवगाहते अयं निश्चय इति अत्र तद् अभावव्याप्यवत्तानिश्चयत्वं आयातम् इदं निश्चयत्वम् एव निश्चयनिष्ठा तदभावव्याप्यवत्ता निश्चयमुद्रा. ओ अस्तु अस्तु. सर्वत्र तत्पदेन अस्तु तत्पदेन प्रतिबद्धज्ञाने यः प्रकारः सः ग्राह्यः. अस्तु तदभावव्याप्यवत्ता निश्चयत्वम् तत्र तद् इति पदेन प्रतिबद्धज्ञाने यः प्रकारः सः ग्राह्यः प्रतिबद्ध्य स यथा स उदाहरणं तत् प्रथम उदाहरणे पर्वतः वह्नि व्याप्य धूमवान् इति परामर्शस्य स्वरूपमस्ति. तत्र प्रतिबद्ध्या बुद्धिः परामर्शप्रतिबद्ध्या बुद्धिः पर्वतः वह्नि अभावान् इत्याकारिका. अस्तु एकनिमिषं. यथा स तत् इति पदेन प्रतिबद्धज्ञाने अस्तु अत्र प्रतिबन्धक प्रतिबद्धज्ञानं किं भवति पर्वतः वह्नि अभाववान् इति प्रतिबद्धज्ञानं भवति खलु. अतः प्रतिबद्धज्ञाने प्रकारः अस्ति वह्नि अभावः. सो तद् इति पदेन तदभावव्याप्यवत्ता इति तद् इति तदभावः इत्युक्ते तत्र वह्नि अभावः एव तत्पदेन केवलं वह्नि एव खलु और् वह्नि अभावः न तद् इत्युक्ते प्रकारः कः प्रकारः कः वह्नि अभावः वह्नि अभावः ओ सो वह्नि अभाव अभाव इति भवति वह्नि अभाव अभाव व्याप्यवत्ता निश्चयत्वम् अस्तु अस्तु अस्तु यथा आद्य उदाहरणे पर्वतः वह्नि व्याप्य धूमवन्ति परामर्शप्रतिबद्ध्या बुद्धिः पर्वतः वह्नि अभाववान् इति आकारिका. अस्तु प्रतिबद्धज्ञाने पर्वतः वह्नि अभाववान् इति आकारिका अस्ति. वह्नि पूर्वं पठितं खलु कार्यद्वयम्. आमां कार्य परामर्श द्वितीयकार्यं किम् अस्ति विपरीतज्ञानम् अपोसिट् ज्ञानं प्रति प्रतिबद्धं प्रतिबन्धकम् आम् अपोसिट् ज्ञानं प्रति प्रतिबद्धम् आम् आम् तथैव अत्र पूर्वस्मिन् पुटे चित्रे वह्नि अपि धूमवान् इति ज्ञानं वह्नि अभाववान् इति ज्ञानं प्रतिबध्नाति प्रतिबद्धमस्ति पर्वतो वह्नि अभाववान् इति प्रतिबद्ध ज्ञानं तत्र प्रकारः कुत्र महोदय अग्रे पठतु. तत्र वह्नि अभावः प्रकारः आम् तत्र वह्नि अभावः प्रकारः अस्तु ओ आम् तदभावः वह्नि अभाव अभावः वह्निरूपः तदभावः वह्नि अभाव अभावः वह्निरूपः आम् अस्तु इत्युक्ते आम् तद् वह्नि अभावः इति प्रकारः अस्ति चेत् वह्नि अभाव अभावः वह्निरूपः एव तद्व्याप्यः धूमः सो वह्नि व्याप्यः धूमः तद्वान् पर्वतः अतः पर्वतः और् वह्नि अभाववान् वह्नि न वह्निमान् धूमः पर्वतः न अत्र क्रमेण पश्यतु भवतः सम्यक् पठितं तद्वान् पर्वतः इत्युक्ते पर्वतः धूमवान् पर्वतः वह्निव्याप्यविशिष्टधूमवान् तद्वान् पर्वतः इत्युक्ते तद् इत्युक्ते धूमः कीदृशधूमः तद्व्याप्यधूमः तद्व्याप्यधूमः इत्युक्ते तद् तत्र अस्ति वह्निः वह्निः सो वह्निव्याप्य धूमवान् पर्वतः सम्यक् अस्ति. अस्तु अपि च वह्नि वह्निः इत्युक्ते वह्नि अभावाभावः अपि अस्ति खलु इति अपि अस्ति. आमां तावदेव तत्र प्रत्यस्मिन् वाक्ये तत् पदं पूर्वस्य वाक्यस्य पदं स्वीकरोति प्रकारः तदभावः प्रकाराभावः तत् व्याप्यः धूमः तद्वान् प्रत्यस्मिन् वाक्ये तदित्युक्ते भिन्नपदम् अस्तु तद्वत्तां पर्वते अवगाहते अयं निश्चयः इति अत्र अस्तु तद्वत्तां पर्वते इत्युक्ते पूर्व तद्वत्ताम् इत्युक्ते वह्निव्याप्यधूमवत्ता पर्वते खलु वह्निव्याप्यधूमवत्ता पर्वते न न पूर्वस्मिन् वाक्ये तद्वान् पर्वतः इति उक्तं खलु तद्वान् पर्वतः तदित्युक्ते किं किं तदित्युक्ते वह्निव्याप्यधूमः न न सरलमस्ति इति भवत्या पठ इदानीमेव उक्तं भवत्या तद्व्याप्य धूमः वह्निव्याप्य अतः तद् इत्युक्ते वह्निः तद्वान् धूमवान् इति भवत्या उक्तं खलु आमाम् धूमवान् किन्तु कीदृशधूमः इत्युक्ते वह्निव्याप्यधूमवान् खलु तत् सत्यं किन्तु अत्र तद्वत्ताम् इत्युक्ते धूमवत्तामेव ओ अस्तु अस्तु अस्तु एकवारं तत्र वह्नि इत्यस्मात् पठतु तत्र वह्नि अभावः प्रकारः तस्मात् पठतु एकवारम् अस्तु अस्तु तत्र वह्नि अभावः प्रकारः अस्तु प्रकारे प्रकारः वह्नि अभावः तदेव विशेषणं तदभावः वह्नि अभाव अभावः वह्निरूपः सो प्रकारः वह्नि अभावः सो तदभावः इत्युक्ते वह्नि अभाव अभावः वह्नि अभाव अभावः इत्युक्ते वह्निरूपः एव तदभावः इत्युक्ते प्रकाराभावः ओ प्रकाराभावः आम् आम् प्रकाराभावः अनन्तरं तद्व्याप्यः इत्युक्ते अत्र तद् इत्युक्ते किं तद्व्याप्यः धूमः तत्र तद् इत्युक्ते वह्निव्याप्यः धूमः वह्नि तद् इत्युक्ते वह्निः अथवा वह्न्यभावः अथवा वह्नि अभावः आम् वह्न्यभावः इति स्वीकरणीयं तेन वह्नि एव आगच्छति वह्निव्याप्य धूमः अग्रिमवाक्ये तद्वान् आं तद्वान् पर्वतः इत्युक्ते धूमवान् पर्वतः कीदृशधूमः इत्युक्ते तद्व्याप्यः धूमः वह्न्यभावाभावव्याप्यधूमवान् पर्वतः इत्युक्ते वह्निव्याप्य धूमवान् पर्वतः तद्वत्तां पर्वते इत्युक्ते धूमवत्तां पर्वते अवगाहते अयं निश्चयः इति अत्र तदभावव्याप्यवत्ता निश्चयत्वं आयातं तद्वतां पर्वते इत्युक्ते पर्वतः धूमवान् इति यदा यथा यदा ज्ञानस्य विषयं भवति तदा निश्चयः अयं निश्चयः इति अत्र तद् अभावव्याप्यवत्ता निश्चयत्वम् आयातम् सो तदभावेन तदभावेन व्याप्यवत्ता तदभावेन व्याप्यं तदभावेन तदभावेन इत्युक्ते वह्नियभावव्याप्यधूमः वह्नियभावव्याप्यधूमवत्ता पर्वते नास्ति इति निश्चयत्वम् अत्र तद् इत्युक्ते किं तद् इत्युक्ते प्रतिपद्यज्ञानस्य प्रकारः आम् किं वह्नि अभावव्याप्यवत्ता तदित्युक्ते अत्र वह्निः खलु न न प्रतिपद्यज्ञाने प्रकारः कः प्रतिपद्यज्ञाने प्रकारः वह्नि अभावः अत्र तत् पदं तस्य स्थाने तत् पदस्य स्थाने तद् नियोजनीयम् तत्पदस्य स्थाने वह्नि अभावः नियोजनीयं खलु अस्तु किं वह्नि अभाव अभावव्याप्यवत्ता निश्चयत्वं आयातम् अस्तु अस्ति अस्तु किञ्चित् दीर्घमार्गेण अत्र पश्यतु अत्र तद्वान् पर्वत अत्र तद् इत्युक्ते प्रतिपद्यज्ञाने प्रकारः आम् इति सामान्यनियमः अत्र उदाहरणत्रयम् अग्रे प्रदर्श्यते इति मनसि स्थापयतु तद् इत्युक्ते तद् अभाव यत्र मुद्रा अस्ति मुद्रायां तद् इत्युक्ते प्रतिपद्यज्ञानस्य प्रकारः ओ अस्तु अत्र तद्वान् पर्वतः धूमवान् पर्वतः इति भवत्या उक्तं सम्यगेव अग्रे तद्वत्तां धूमवत्ताम् इत्युक्ते धूमवत्त्वं धूमवत्ताम् इत्युक्ते धूमवत्त्वं धूमवत्त्वं पर्वते अवगाहते अयं निश्चयः पर्वते धूमः अस्ति कीदृशधूमः भवत्या उक्तं वह्निव्याप्य धूमः पर्वते अस्ति खलु तेन वह्नि अभाव अभावव्याप्यवत्ता निश्चयत्वं प्रतिपद्यज्ञाने किं भवति किं वदति ओहो अत्र वह्नि अभावः इति कोऽपि वदति दुष्टहेतुना बुद्धं कोऽपि वदति दुष्टहेतु हेतुमुपयुज्य ओहो पर्वतवह्नि अभाववान् किन्तु अहं तत्र धूमं पश्यामि अहं पर्वधूमं पश्यामि धूमं दृष्ट्वा मम मनसि किम् आगच्छति ओहो कथं तत्र धूमः अस्ति पर्वते धूमः अस्ति चेत् कथं वह्नि वह्नि अभावः भवितुमर्हति खलु इति मम मनसि निश्चयम् आयाति ओहो वह्नि अभावः एव अस्ति यद् भवान् वदति तद् असत्यं भवतः ज्ञाने यः प्रकारः वह्नि अभावः तस्य अभावः अस्ति पर्वते यतोहि तत्र तेन व्याप्य धूमः अस्ति अहं पश्यामि ओ तत्र धूमः अस्ति धूमेन धूमस्य व्यापकः यद् भवान् वदति वह्नि वह्नि वह्नि अभावः तस्य अभावः निश्चितमस्ति अनेन धूमेन खलु वह्नि वह्नि अस्ति एव पर्वते यतोहि धूमः अस्ति तर्हि मम मनसि व्याप्यस्य ज्ञानम् आगच्छति हेतोः इत्युक्ते तेन तद् अभावव्याप्यवत्ता निश्चयत्वम् इति दुष्टहेतुज्ञानं प्रतिबध्नाति अस्तु महोदय इति निश्चयत्वं धूमं दृष्ट्वा वह्नि अभाव अभावः निश्चितः अस्ति खलु तदेवस्ति अन्तिमवाक्यं पठतु इदं निश्चयत्वम् एव निश्चयनिष्ठा तदभावव्याप्यवत्ता निश्चयमुद्रा अस्तु सो इदं निश्चयत्वम् इत्युक्ते प्रतिपद्यज्ञानस्य न तथा न वक्तुं शक्यते इदं निश्चयज्ञानस्य प्रतिपद्यज्ञानस्य प्रकारस्य अभावः अभावः निश्चितः आम् अस्तु खलु अस्तु एकनिमिषं तत् लिखामि प्रतिपद्यज्ञानस्य प्रकारस्य अभावः निश्चितः अस्ति अस्तु तद् इत्युक्ते प्रतिपद्यज्ञानप्रकारस्य अभावव्याप्यवत्ता तदभावव्याप्यवत्ता निश्चयमुद्रा प्रकार प्रतिपद्यज्ञानस्य प्रकारस्य अभावेन व्याप्यः धूमः हेतुः अत्र अस्ति पर्वते पक्षे अस्ति इति निश्चयम् सम्यक् अस्ति सरला भगिनी अस्तु आमां प्रतिपद्यज्ञानस्य प्रकारस्य अभावेन अस्तु व्याप्यः प्रतिपद्यज्ञानस्य प्रकारस्य इत्युक्ते वह्नि अभाव अभाव अभावेन व्याप्यस्य व्याप्यः धूमः अत्र अस्ति खलु पदार्थः किमपि हेतुः अस्ति इति समानम् अग्रिम उदाहरणद्वये अपि दृष्ट्वा इतोपि स्पष्टं भवति अग्रे सरला भगिनि इयमेव मुद्रा द्वितीयपरामर्शे अपि सुलभा यः तत्पदेन हृदवैनिमान् इति अनुमितौ यः प्रकारवैनी सः ग्राह्य तद् अभाव वैन्याभाव तद्व्याप्यं जलं तद्वान् हृदः तद्वतां हृदे अवगाहते अयं निश्चय इति अयम् अपि तद् अभाव व्यापवत्ता निश्चयमुद्रा हृदवैनिमान् इति अनुमिति प्रतिपद्नाति. द्वितीय उदाहरणम् अस्माकम् अस्ति हृदयवैन्याभाववान् जलमिति प्रतिबन्धकज्ञानम् अस्ति किन्तु प्रतिपद्यज्ञानम् अस्ति हृदवैनिमान् इति अनुमितिः अस्ति. तत्र प्रकारः अस्ति वैनी तस्य प्रकारस्य अभाव तद् अभाव भवति तद् वैन्याभाव तद् वैन्याभाव तस्य तत् व्यापकम् अस्ति जलस्य सो जलं तद् व्याप्यं जलम् इति भवति तद्वान् हृदय सो ईदृश जलं मीन्स् वैन्याभाव व्याप्य जलं जलवान् हृदयमति भवति परामर्श प्रतिबद्धज्ञानस्य प्रतिबन्धकज्ञानस्य वैन्याभाव व्याप्य जलवान् हृदय तद्वता हृदे अवगाहते इति निश्चयम् अयमपि सो इदानीमपि वयं दृष्टवन्तः तद् इति वैन्या यत् प्रतिबन्धकज्ञाने क्षम्यतां प्रतिपद्यज्ञाने यत् प्रकारः अस्ति वैनी तस्य अभाव तद् अभाव वैन्याभाव व्याप्य जलं पक्षे आगच्छति तद्वता सो वैन्याभाववत्त्वम् इति आगच्छति हृदे सो तद् वैन्याभाववत्त्वम् अस्ति जले तस् भवति तद् अभावव्यापवत्ता निश्चयमुद्रा वैनिमान् इति अनुमिति प्रतिपद्नाति सो तद् अभाव मीन्स् वैन्याभावव्याप्य जलवान् यत् प्रतिबन्धकज्ञानस्य आकार आगच्छति तत्र वैन्याभावव्याप्य जलवान् हृदः सो अनुमिति अस्ति वैन्याभाववान् हृदः तत् प्रति प्रतिबन्धासि हृदवैनिमान् सो तस्मिन् निश्चय मुद्रा अस्ति तद् अभाव मीन्स् वैन्याभाव वैनीभाव तत्र वैनी इति प्रतिपद्यगानस्य इति सो वैन्याभावव्याप्यवता निश्चयमुद्रा आगच्छति सम्यक् अस्ति अथवा भिन्नरीत्या तद्वत्ता इत्युक्ते जलवत्ता कीदृशजलवत्ता वह्नि अभावव्याप्य जलवत्ता जलवत्तां हृदे अस्ति इति वह्नि अभावव्याप्यवत्तां जलवत् अभावव्याप्य जलवत्तां हृदे अस्ति आम् आम् इति सम्यक् केवलं जलवान् हृदः तद्वत्तां हृदे कीदृशतद्वत्ता कीदृशजलवत्ता जलवत्तां वह्नि अभावव्याप्य जलवत्ता तेन हृदः वह्निमान् इति ज्ञानं प्रतिबद्धं भवति सम्यक् अस्ति तृतीय उदाहरणं लक्ष्मी भगिनी तृतीये वह्निः अनुष्टत्ववान् इति अनुमितिं प्रति वह्निः अनुष्टत्वभावव्याप्यतेजस्त्ववान् इति परामर्शः। तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धको भवति। तत्पदेन अनुष्टत्वं तदभावः अनुष्टत्वभावः तद्व्याप्या तेजस्त्वजातिः तद्वान् वह्निः तद्वत्ता वह्नौ इति अस्यापि निश्चयस्य तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकत्वं ज्ञेयम्। अस्तु, तृतीय उदाहरणे वह्निः अनुष्टत्ववान् इति अनुमतेः वाक्यमस्ति। तत्र परामर्शवाक्यमस्ति, वह्निः अनुष्टत्व अभावव्याप्य तेजस्त्ववान् इति परामर्शः। ओ अस्तु, ओ अत्र अत्र परामर्शः वह्निः अनुष्टत्व अभावव्याप्य तेजस्त्ववान् इति परामर्शः। तदभावव्याप्यवत्तनिश्चयमुद्रया प्रतिबन्धको भवति। ओ अस्तु, अनुष्टत्व अभावव्याप्य व्याप्य तेजस्त्ववान् इति परामर्शः। तदभाव अत्र तनु तद् इत्युक्ते अनुष्टत्व अभाव अनुष्टत्व अभावः इति अस्ति। अत्र प्रतिपद्यं ज्ञानं वह्निः अनुष्टत्ववान् इति। प्रकारः कः? प्रकारः वह्निः अनुष्टत्व अभावः वह्निः अनुष्टत्वः अनुष्टवान् इति प्रकारद्वयम्। वह्निः अनुष्टत्व अभावः प्रकारद्वयम् इत्युक्ते एकः प्रतिपद्यज्ञानस्य प्रकारः प्रतिबन्धकज्ञानस्य विरोधः अस्ति। प्रतिपद्यं ज्ञानं किम् अत्र? वह्निः अनुष्टत्ववान् तस्य प्रतिपद्यज्ञाने प्रकारः कः? प्रतिपद्यज्ञाने प्रकारः अनुष्टत्ववान् इत्येव तेजः। ओ तत्र तेजः अनुष्टत्वमेव। अस्तु, प्रकारः अनुष्टत्वम् अनुष्टत्वम् प्रकारः अनुष्टत्वम् आम् इति अग्रे तदभावव्याप्यवत्ता निश्चयमुद्रया तद् इत्युक्ते अनुष्टत्वम् अनुष्टत्वभाव तस्य विवरणं अग्रे आगच्छति। कथम् इति तत्पदेन अनुष्टत्वम्। ओ तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धको भवति। तत्पदेन अनुष्टत्वम् आम् तद्भावः अनुष्टत्वभावः तत्पदेन प्रकारः प्रतिपद्यज्ञानस्य प्रकारः यथा पूर्वम्। ओ आमामां सत्यं, प्रतिपद्यज्ञानस्य प्रकारः आम् आम् तत्पदेन अनुष्टत्वं तदभावः अनुष्टत्व अभावः तद्व्याप्या तेजस्त्वजातिः। तद्व्याप्या इत्युक्ते अनुष्टत्व अभावेन व्याप्या तेजस्त्वजातिः। तद्वान् वह्निः इत्युक्ते भगिनी किमपि उक्तवती वा? अस्तु, तद्वान् वह्निः तद्वान् वह्निः इत्युक्ते तेजस्त्ववान् वह्निः तेजस्त्वजातिः तेजस्त्ववान् वह्निः इति अर्थः अस्ति। तद्वान् वह्निः इति तेजस्त्ववान् वह्निः। तद्वत्ता वह्नौ इति अस्यापि तद्वत्ता वह्निः इत्युक्ते तेजस्त्ववान् वह्नौ अस्यापि निश्चयस्य तद् अभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकत्वं सुज्ञेयं। सो तद् अभावव्याप्यवत्ता तत्र तद् इत्युक्ते अनुष्टत्व अभावव्याप्यवत्ता तदित्युक्ते प्रतिपद्यज्ञानस्य प्रकारः खलु कः सः अनुष्टत्वमेव अनुष्णत्वमेव अनुष्णत्वम् आम् प्रतिबद्धज्ञानं किम् अस्ति वह्निः अनुष्णत्ववान् तत्र प्रकारः अनुष्णत्वं तर्हि निश्चयमुद्रायां तदभावव्याप्यवत्ता इत्युक्ते प्रकार अभावव्याप्यवत्ता इत्युक्ते वन् अनुष्णत्व अभाव व्याप्यवत्ता इत्येव टेम्प्लेट् अनुष्णत्वं व्याप्यवत्ता निश्चयमुद्रे प्रतिबन्धकत्वं तु ज्ञेयम् पुनः अनुष्णत्व अनुष्णत्व अभाव निश्चयमुद्रया प्रतिबन्धकत्वम् बुद्धं वा भगिनि कन्फ्यूजिङ्ग् बुद्धम् अस्ति आम् अन्वय तत्र प्रत्येकं वाक्यस्य अन्वय अन्वयकर्तुमेव किञ्चित् क्लेशः भवति यदा यथा अन्वयं भवति यदा अन्वयं भवति तदा बुद्धं भवति सम्यक्तया तावत् काठिन्यं तत्र नास्ति तद् अथवा तत् पदेन अनुष्णत्वं तदभावः अनुष्णत्व अभावः तद्व्याप्य अनुष्णत्व अभावेन व्याप्य तेजस्वजातिः तेजस्वजातिः व्याप्यः अनुष्णत्व अभावः व्यापकः खलु अनुष्णत्व अभावः इत्युक्ते उष्णत्वमेव इति मनसि भवेत् उष्णत्वं तद्वान् वह्निः कीदृशवान् तेजस्वजातिवान् तेजस्त्ववान् क्षम्यतां तेजस्त्ववान् वह्निः तद्वत्ता तेजस्त्व तेजस्त्ववत्ता वह्नौ कीदृशी तेजस्त्ववत्ता अनुष्णत्व अभाव व्याप्य तेजस्त्ववत्ता इति वह्नौ इति मुद्रा तदस्ति अस्तु इत्थं च हेत्वाभासप्रकरणे अन्यत्रापि शास्त्रे यो यः निश्चय कस्यचित् अभावस्य व्याप्यं कुत्रचित् अवगाह्य तस्मिन् विशेषे प्रतियोगी मत्तां बुद्धिं प्रति बध्नाति चेत् सा प्रतिबन्धकता तद् अभावव्यापवत्ता निश्चयमुद्रये इति अस्माभिः व्यवहर्तव्यम् अत्र संक्षेपे दत्तमस्ति हेत्वाभासप्रकरणे कस्यचित् अभावस्य मीन्स् यदि प्रतिबद्धज्ञानं वयं जानीमः यथा वैन्याभाव व्याप्य पर्वतम् इति प्रथमम् उदाहरणे सो वैन्याभावाभाव इति वैन्याभाव यदि स्वीकुर्मः तस्य अभावस्य सो वैन् प्रतिबद्धज्ञानस्य प्रकारस्य अभावस्य सो वैन्याभावाभाव तस्य व्याप्यं कुत्रचित् मीन्स् वैन्याभावभावव्याप्य धूम कुत्रचित् अवगाहते तस्मिन् विशेषे यत्र पक्षे यत्र आगच्छति पर्वते प्रतियोगिता मत्तां बुद्धि प्रतिबध्नाति सो वैन्याभाव अभाव मीन्स् वैनी इति आगच्छति वैनी व्याप्य धूमवान् पर्वत विशेषे तस्य प्रतियोगी मत्तां बुद्धि किं भवति अत्र वैन्याभाव इति प्रतिबद्धज्ञानस्य प्रकारसि सो प्रतियोगिता मत्तां बुद्धि आगच्छति वैन्याभावाभाव इति वैनी इत्यस्य इति प्रतिबध्नाति सो तद्वत्ता बुद्धि या प्रतियोगितया आगच्छति तत् प्रतिबद्धज्ञानं मत्तां बुद्धि प्रतिबध्नाति सो यत् वैन्याभाव इदानीं प्रतिबद्धज्ञानस्य अभावस्य यः व्याप्य हेतुः अस्ति तस् हेतुवत् यत् तस्य प्रतियोगिता आगच्छति समान भवति या प्रतिबन्धकज्ञाने प्रतिबन्धकज्ञानस्य प्रतियोगिता आगच्छति ता भवता भवति प्रतिपद्यगानस्य अभावस्य प्रतियोगिता भवति. अत्र प्रतियोगी इत्यस्य स्थाने प्रकारवत्ता स्वीकुर्यतां, तेन सुलभं भवति. प्रकारवत्तामेव प्रतियोगिवत्ता, प्रकारवत्ता प्रतिबध्नाति. तादृशप्रतियोगिता प्रकारवत्तां प्रतिबध्नाति, तत्रापि एषा एव मुद्रा इति व्यवहारः करणीयः इति. तदस्ति आमां यथा भवान् प्रतियोगी स्थाने प्रकारता सूचयत् प्रकारता चिन्तयतु, तर्हि सर्वं समीचीनमेव. यदि वर्गे अपि उक्तं महोदयेन, तत् प्रतियोगी तत्र अधिकं चिन्तनं मास्तु, प्रकारवत्ता एव स्वीकुर्मः. भिन्न भिन्न भिन्न उदाहरणेषु निश्चयः प्रतिबन्धकः कस्यचित् अभावस्य प्रकारस्य तेन व्याप्यं कुत्रचित् अवगाह्य विशेष्य दृश्यते. यथा कोऽपि वदति सा अयं पक्षः साध्य अभाववान् इति वदति, न साध्यवान् इति वदति, इति प्रतिबद्धज्ञानं. साध्यवान् इति प्रतिबद्धं ज्ञानं. तर्हि साध्य अभावेन व्याप्यं कुत्रचित् पक्षे अस्ति इति जानामि चेत्, साध्य अभावेन व्याप्यम् अहं जानामि, पश्यामि चेत् तत्र पक्षे ओहो तत् ज्ञानं प्रतिबध्नाति. कथं वदामि उदाहरणं, कोऽपि वदति हृदः वन्यमान् इति, हृदः वन्यमान्, अहं जानामि हृदये जलमस्ति, हृदये जलमस्ति, जलमस्ति चेत् वह्नि अभावः एव निश्चितः. तर्हि साध्यः यद् भवान् वदति वह्निः, तस्य अभावेन व्याप्यं जलं कुत्रचित् पक्षे अस्ति इति जानामि चेत् तस्मिन् पक्षे प्रकारवत्ता इत्युक्ते वह्निवत्ता बुद्धिं प्रतिबध्नाति. अहं हृदये वह्नि अस्ति इति न स्वीकरोमि, यतोहि अहं जानामि हृदये जलम् अस्ति, जलं व्याप्यः वह्नि अभावः व्यापकः. यद् भवान् वदति तत् असत्यं, यतोहि हृदये जलम् अस्ति, जलेन वह्नित्वं वह्नित्वम् इति ज्ञानं प्रतिबध्नाति, प्रतिबध्यं भवति. जलज्ञानेन साध्य अभावः निश्चितः, यद् भवान् वदति तस्य अभावः निश्चितः इति मुद्रा. दुष्टहेतुना भवान् वदति इति साधनार्थम् एकस्य व्याप्यस्य ज्ञानम् आवश्यकं, येन असत्य साध्यस्य निराकरणं कर्तुं शक्नुमः. ओहो तादृशं नास्ति, न भवितुमर्हति, हृदये वह्निः न भवितुमर्हति. किमर्थं? हृदये जलम् अस्ति, जलं व्याप्यं, वह्नि अभावः व्यापकः, प्रकार अभावः व्यापकः. तर्हि प्रकार अभावः निश्चितः इति सामान्य मुद्रा. बुद्धम् इति तावदेव अस्ति. ओ अस्तु, काचप् अभवत् वा? किं न काचप् तत्र इदानीं वयं न 241 अण्ड् हाफ् पर्यन्तं क्षम्यतां 243 पर्यन्तं पठितं, किन्तु चित्राणि बहूनि सन्ति अत्र, तर्हि मटीरियल् तावद् नास्ति. अपि च काठिन्यं तथा तावद् नास्ति, इट् ईजियर् देन् यत् अस्माभिः अद्य पठितं, तेन सरलमेव अस्ति, तस्मात् सरलमेव अस्ति. तर्हि अग्रे समापयामः इति मम चिन्तनं, यतोहि रामप्रिया भगिनी अपि नास्ति, अत्र नूतन टापिक् अग्रे आरभ्यते, तत् अग्रिमे वर्गे इति धन्यवादः. तर्हि शुभरात्रिः. शुभरात्रिः, नूतनवर्षस्य शुभाशयाः. हा, भवती अपि धन्यवादः.